नमस्कारः. लुट्लकारः द्वितीयभागः इति करपत्रम् अनुवर्तते. अरुणा भगिनी भवती पठितुमिच्छति वा भगिनि? अत्र षकारान्तदातवः द्वादशदातवः. एकनिमिषं भगिनि, मम पार्श्वे करपत्रं नास्ति भगिनि, अन्यत् पठतु. भोजनं कुर्वती अस्मि, पञ्चनिमिष अनन्तरं करोमि भगिनि. षकारान्तदातवः द्वादशदातवः अनिचः सन्ति. तेषु द्वादशसु दशदातवः सामान्याः. तेषां कृते पुगन्तलघुपदस्य चैत्यनेन गुणकार्यं तदा शृणाष्टुः इत्यनेन श्रुतं. यदि त्विश्योगः ता त्वेष् इति भवति पुगन्तलघुपदस्य स्वीकृत्य ता इति आर्धात्मकप्रसङ्गः अस्ति. तर्हि त्वेष् इति भवति त्वेष्योगः ता. अधुना यद्यपि षकारः अस्ति पुनः शृणाष्टुः भूत्वा तकारस्य तकारादेशः भवति. तर्हि द्वेष्टा इति समानं वर्तते. द्विश्योगः सा द्वेष्टा, शिष्योगः तापेष्टा, विश्योगः तादृष्टा, शिष्योगः ताशेष्टा, श्लिष्योगः ताश्लेष्टा, तुष्योगः तातोष्टा, दुष्योगः तादोष्टा, पुष्योगः तापोष्टा, शुष्योगः ताशोष्टा इति. अधुना तर्हि द्वादशधातुषु दशधातवः सामान्याः इति उक्तमासीत्. तेषां सरलकार्यं भवति पुगन्तलघुपदस्य च अनन्तरं शृणाष्टुः इति श्रुत्वं तकारस्य. अग्रे तु द्वौ धातु भवतः यौ अनिर्धातुषु एव विशिष्टौ धातौ किम् अस्ति धातुस्तः. सर्वेपि अनिटः सन्ति खलु, द्वादश अपि अनिटः सन्ति. तेषु द्वधातु तु विशिष्टधातवः धातुस्तः. तर्हि अनुदातस्य के इत्युक्ते कृष् द्वादौ सुदादौ च. तर्हि कृष् इत्येव धातुः, द्वादौ अपि अस्ति सुदादौ अपि अस्ति, भिन्नदातवः सन्ति. कृष् इति धातुः, तेषां का स्थितिः इत्युक्ते अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन अमागमः विकल्पेन जलादौ अहिति प्रत्ययपरे भवति इति. तर्हि कृष्योगः ता अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन अम् आगमः विकल्पेन भवति जलादौ अकिति प्रत्ययपरे इति. अत्र सूत्रे किम् उक्तम् इति इत्युक्ते अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इत्यस्मिन् उपदेशे अनुदात्तः यः ऋदुपदः तस्य अम् आगमः विकल्पेन भवति जलादि अकिति प्रत्ययपरे इति अस्ति. अस्तु, उपदेशे अनुदात्तस्य ऋदुपदस्य अम् जलि अकिति अन्यतरस्याम् इति. अत्र तु अनुदातधातुः अस्ति कृष् धातुः. अन्यधातुः पश्यामः चेत् उपदायां ऋवर्णः वर्तते. तर्हि अग्रे तु ता इति प्रत्ययः वर्तते. प्रत्ययः तु जलादिप्रत्ययः अस्ति, कित् नास्ति इति कृत्वा अत्र एवं मन्ये खलु. अत्र प्रायः पर्युदासप्रतिषेधः एव भवति इति मन्ये खलु, कित् भिन्नप्रत्ययः यः अस्ति पर्युदासः अस्ति इति कृत्वा प्रत्ययः अपेक्षितः भवति. तर्हि अनेन सूत्रेण कृष् इत्यस्मिन् ऋकारः उपधायमस्ति इति कृत्वा अमागमः विकल्पेन भवति अन्यत्रस्याम् इत्यस्य बलेन. तर्हि कृयोगः अम् योगः इष्योगः ता इति अस्ति. अत्र अमागमः तु मिदच्छोन्त्यात् परः इति अन्तिम अचुवर्णात् परः आगच्छति इति कृत्वा ऋकारात् परः आगच्छति. तर्हि कृयोगः अयोगः इष्योगः ता इति अस्ति. अधुना इखोर्णचि इत्यनेन किं भवति अत्र अचिपरे तु अत्र एनादेशं भूत्वा रेपः आयाति. इक् योगः रेपः, योगः अ इति भवति. क्रश्योगः ता, ष्टुनष्टुन इत्यनेन क्रष्टा इति. यस्मिन् पक्षे अम् आगमः न भवति तस्मिन् पक्षे तु कृष्योगः ता पुगन्तलघुपदस्य चैत्यनेन सामान्यकार्यं कर्षिर्भवति, ऋकारस्य तु रेफः आदेशः भवति. तदनन्तरं तत्र रेफः तु सर्वदा उरण्परः इत्यनेन रपरः भवति. तर्हि अकारः आगच्छति, क्षम्यताम्, ऋकारस्य गुणवर्णः अकारः अस्ति, अनन्तरं सः उरण्परः इत्यनेन रेफः परे भवति, रपरः भवति इति कृत्वा इट् अ इर् इष्यता इति भवति, कर्ष्टा इति रूपं प्राप्नुमः. प्रश्नः नास्ति, सामान्यकार्यम्. अधुना पठितुमिच्छति वा भगिनि? पठामि भगिनि, अरुणा पठामि भगिनि. शकारान्तदातवः षड् दातवः वेटः इष् रुष् ऋष् निर् उपसर्गपूर्वक कुष् अच्छु तच्छु तन् तच्छु इदागमिष्यति यथासङ्ख्यं पुगन्तलवुपदस्य इति सूत्रे गुणकार्यं भवति. अनिटपे अनिटागमपक्षे यथासङ्ख्यं पुगन्तलवुपदस्य च इत्येन गुणकार्यं तदा स्टुनाष्टुः इत्यनेन स्तुत्वम्. उदाहरणं इष् धातु इष् युगः प्रथमं गुणः भवति यकारस्य एकवर्णस्य एष् एष् युगः सृणास्तु सूत्रेण तकारस्थाने तकारः आगच्छति, एष्टा भवति. यागमस्ति चेत् इष् युगः इष् युगः इ ता गुणभूत्वा इ ए युगः शिता एषिता भवति. रुष्टातु समानमेव रोष्ट रोषिता शिष् ता शेष् शेष्ट सेवि शेषिता शेषिता भवति. निर् उपसर्गपूर्वक कृष्टातु कुष्टातु निष्कोष्ट निष्कोषिता करवसाने अहं न अवगतं भगिनि, करवसाने विसर्जनीयः किं भवति? आं भगिनि, रेफस्य तु प्रथमं तु विसर्गः भवति, तदनन्तरं इद् उद् उपदस्य च अप्रत्ययस्य इति सूत्रेण अत्र किं भवति, रेप् विसर्गस्य शकारः भवति इति मन्ये, निश्चिति भवति, निर्वृत्यस्य निश्चिति भवति. तद्वा सूत्रमेकवारं पश्यामः वा? मा प्रश्नः महोदय अग्रे दत्तवान्. नमस्ते महोदय. नमस्ते. नमस्कारः महोदय. नमस्ते महोदय. नमस्कारः. नमस्कारः सर्वेषाम्. अत्र लुट् लकारः किम् अस्ति, द्वितीयभागः इति करपत्रं पठन्तः स्मः महोदय. करवसानयोः विसर्जनीयः इत्युक्ते पदान्ते विद्यमानस्य रेफस्य संहितायां खर्वर्णे परे अथवा अवसाने परे विसर्गादेशे भवति. तर्हि तेन रेफस्य विसर्गः भवति. तदनन्तरं इदूदुपदस्य अप्रत्ययस्य इति भवति. आम्, तत्र उक्तमस्ति इकार उपदे उपदस्य उकार उपदस्य प्रत्य अवयवभिन्नस्य, यत्र प्रत्यवयवः नास्ति चेत् तादृशभिन् विसर्गस्य, अत्र तु किम् अस्ति उपसर्गः अस्ति, प्रत्यवयवरेपः नास्ति, विसर्गः नास्ति, उपसर्ग अवयव विसर्गः अस्ति. तर्हि तादृशविसर्गस्य स्थाने सकारे खकारे पकारे फकारे परे शकारादेशः भवति. अग्रे पठतु अक्षु तक्षु तक्षु अहमेव पठामि भगिनि. अच्छु तच्छु तच्छु अनिट् आदिपक्षे स्कोः संयोगात् योगाद्योरन्ते च इत्यनेन ककारलोपः तदाष्टुनाष्टुः इत्यनेन स्तुत्वम् अच् धातु अत्र ककारषकार अस्ति ककारलोपो भवति संयोग स्कोः संयोगाद्योन्ते च सूत्रेण अश् यभाता अष्ट इति शृणाष्टुः सूत्रेण अष्ट भवति एदागम चे केवलं वर्णमेलमेव स्कोः अपि कार्यं करोति अच्छिता भवति सूत्रं पठामि भगिनि एकवारं स्कोः ये संयोगाद्यन्ते च संयोगस्य प्रथमसदस्य सकारः ककारः वाचि संयोगस्य प्रथमसदस्य लोपो भवति न तु द्वितीयसदस्य इति जलादिपदान्ते च ओके ओके जलादिपदे अत्रापि अच्छिता अत्र न भवति भगिनि संयोगाद्योरन्ते च अत्र न भगिनि इकारः अस्ति खलु हलिपरे हलि ओके ओके अच्छिता भवति तदेव तच् व्यवहर्ता तष्ट तच्छिता भवति त्वच् व्यवहर्ता त्वष्ट त्वच्छिता भवति संयोगाद्योरन्ते च वदति संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य इत्युक्ते सकारस्य एव लोपः भवति न तु अन्तिम हल्वर्णस्य इति निमित्तमस्ति जलिपदान्ते च इति अग्रे अधुना सिद्ध वा नश्चित् मणिमहोदय पठति प्राप्तवान् वा चक्ष् इति दातुः मां वा महोदय कः मां शक्ष् धातुः द्वात्वादेशः शक्षिन् धातुः शक्ष् धातोः ह्या शा इति आदेशोः आदेशो यतपि शक्ष् धातुः सेट् तदापि तस्याः तस्य क्या क्षा इति धात्वादेशः अनिटौ शक्ष् योः लुट् क्या योः ता ख्याता शक्ष् योः लुट् शा योः ता शाता शक्ष् धातु धात्वदेशः भवति शक्षिन् शक्ष् धातुः साधारणतया सेट् भवति परन्तु यदा रूपम् आदेशः क्या अथवा क्षा कर्वसने कर्ववर्णः अथवा अल्पप्राणः भवति क्षा इति क्षा द्वयोः अपि क्षा अथवा क्या द्वयोः ता मीन्स् आकारः भवति अतः अत्र अनित् भवति अतः इडः नास्ति क्यायोः ता ख्याता क्षायोः ता क्षाता इति रूपम् सक्षिन् ह्याज् ह्या ख्याता ख्याता ख्याता सक्षिन् धातोः आदधातु कृते परे ख्याज् आदेशः किन्तु अत्र भाष्यकारः वदति यत् ख्यादिरयम् अयम् आदेशः इत्युक्तौ आदेशः ख्या न अपि तु ख्या तदा सत् सत्त्वनि आदेशेन क्षा भवति अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति शान् ह्य यो वा वक्तव्यः अनेन शान् इति आदेशस्य सकारस्य विकल्पेन यकारादेशः भवति फलितार्थः अयं यत् आददातुकप्रत्ययपरे सक्षिन् धातोः स्थाने ह्यान् श्यान् शाञ्ज् इति द्वौ आदेशः सिद्धौ एकवारं शाञ्ज् अपरस्मिन् पक्षे शाञ्ज् इति सूत्रं वदति सक्सिङ्गु आदधात् प्रे श्याञ्ज् आदेशः इति आदेशरूपम् अस्ति श्याञ्ज्, परन्तु भाष्यकारः वदति शादि रयमादेशः इति इत्यनेन अत्र यकारस्य श्याज् रूपम् अत्र श्यादि अपि भवति, अतः एकरूपं श्या अन्यरूपं श्या इति, अनन्तरं सर्त्वं भवति अतः प्रथमकार आदेशः क्षा इति. पूर्वोत्तरासिद्धम् इति सूत्रमपि अत्र वार्तिकम् अस्ति, शाञ्ज सस्ययो वा वक्तयः इति. अत्र सा इत्यस्य स्थाने यकार आदेशः भवति, सस्यस्थाने यकार आदेशः भवति, अतः अत्रापि रूपं भवति शाञ्ज श्याञ्ज् इति रूपं द्विरूपं भवति इति. श्याञ्ज् सक्षिङ्ग् शाञ्ज् आदेशो भवति आदधात्के, सक्षिङ्ग् षष्ठ्यन्तं श्याञ्ज् प्रथमान्तं द्विपदं सूत्रम् आदधात्के इत्यस्य अधिकारः अन्यवृत्तिसहितसूत्रं सक्षिङ्ग् शाञ्ज् आदेश आदधात्के सूत्रं वदति सक्षिङ्ग् स्थाने श्याञ्ज् आदेशः इति. वयं पूर्वमपि एतत् सूत्रं पठितवन्तः खलु बहुवारं. अस्तु महोदय, धन्यस्मि. विमला भगिनी पठामि वा? हा, भवान् पठतु महोदय अग्रिमं. एकाच् सकारान्तदातवः द्वौ धातुः अनिटौ वस् गस्, अत्र न अङ्गकार्यं वर्तते न वा सन्धिकार्यं. वस्योः ता वस्ता, गस्योः ता गस्ता. सकारान्तदातोः अनिट् द्वौ अपि भवति, वस् अपि गस् अपि, अतः इडः नास्ति, अतः तकारः योगेन वस्ता गस्ता इति रूपं भवति. धात्वादेशः, धात्वादेशः अस् धातुः, अस्तेर्भूः भविता इति रूपं सिद्ध्यति. अस्तेर्भूः आर्धधातुकविवक्षायाम् अस् धातोः स्थाने भू आदेशो भवति. अनेकाश्चित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य. अस्तेः षष्ट्यन्तं भूः प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके. तत् धात्वादेशस्य विषये अस्थिर्भूः इति अस्ततः अस्धातोः विषये अत्र उल्लिखितम्. अस्धातोः स्थाने आर्धधातुकप्रत्यये परे भू इति भूः भू आदेशः भवति. अत्र अस् अपि च भू द्वावपि एका नास्तः, तेन कारणेन अनेकाश्चित् सर्वस्य इत्यनेन सर्वस्य स्थाने आदेशः भवति, न तु अन्त्यवर्णस्य अन्तिमवर्णस्य. अनुवृत्तिसहितसूत्रमस्ति अस्तेः भूः आर्धधातुके इति. तच्च पश्चात् एकाच् हकारान्तधातवः अष्टधातवः अनिटः द्वादशधातवः वेटः. सामान्यहकारान्तधातवः त्रयः सामान्यहकारान्तधातवः अनिट् अनिटः मिह् लिह् रुह् गुणकार्यं भवति यथा सङ्गम्. तकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होढः इत्यनेन सूत्रेण. केवलतकारादिप्रत्यये परे, अस्तु. प्रत्ययादौ स्थितस्य तकारस्य ध आदेशो भवति झषस्तथोर्धोधः इति सूत्रेण. प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ आदेशो भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढ लोपो भवति ढोढे लोपः इति सूत्रेण. बहु किमपि अस्ति अत्र, उदाहरणरूपेण मिह् योगः ता. अत्र भगिनी एकं कार्यं वक्तुम् इच्छामि, अत्र होडः इति केवलं तकारादिप्रत्ययपर इति नास्ति, जलिपदान्ति. हा, तदेव अत्र, परन्तु तथैव प्रत्ययपरे जल्वर्णः अस्ति इति कृत्वा तथा भवति इति अस्माकं विवक्षाधुना इति प्रत्ययः लुट्लकारः अस्ति तेन कारणेन. अस्तु अस्तु, हा अस्तु. तु झलिपदान्ते भवति. अस्तु, तो अस्तु, तर्हि मेह् योगः ता पुगन्तलघुपदस्य इत्यनेन मेह् भवति. मेह् योगता अत्र होढ ढ कार्यं करोति, हकारस्य ढकार आदेशो भवति. मेढ् योगः ता अत्र झषस्तथोर्धोदः ढ ढ वर्ण झष् प्रत्याहारे अस्ति, तस्य परे ता अस्ति, तकारस्य धकारः भवति. मेढ् योगः ढा अत्र ष्टुनाष्टुः इत्यनेन मेढ् योगः ढा भवति. ढाढे लोपः इत्यनेन पूर्वतन ढा ढ इत्यस्य लोपं भूत्वा मेढा इति अन्तिमरूपं सिध्यति. तथैव लिह् अपि च रुह् इति लिह् इति धातौ लेह् भवति लेढा, रुह् धातौ रोह् भवति रोढा इति पुगन्तलघुपदस्य इत्यनेन प्रथमतया गुणं भवति. पश्चात् होढः, पश्चात् छत्यस्ततो धोर्धः, ष्टुनाष्टुः, अपि च ढोढे लोप इति 1, 2, 3, 4, 5 पञ्चसूत्राणि कार्यं कुर्वन्ति. षट् सामान्य हकारान्तधातवः वेटः, त्रः स्रः भृः त्रः गृह गाः. अस्माकं वर्गे पृष्ठं भगिनी, यतोहि आवल्यां भृः नास्ति, वृः अस्ति. हा, महोदय उक्तवान् दृष्ट्वा अनन्तरं वदामि इति. अत्र इडादिपक्षे त्रः इता तर्हिता उगन्तलघुपदस्य इत्यनेन, तथैव स्त्रः इता स्तर्हिता, ब्रह् इता बर्हिता, त्रन् इता त्रंहिता, गृह् इता गर्हिता, गाह् इता गाहिता. अनिडादिपक्षे त्रः हकारस्य होढ इत्यनेन ढकारादेशः भवति. तस्य पश्चात् तकारस्य धकारः भूत्वा, अच्छा, प्रथमतया त्रः इत्यस्य तर्ह् भवति, तर्ह् पुगन्तलघुपदस्य इत्यनेन हकारस्य ढकारादेशो भवति. पश्चात् तकारस्य धकारादेशो भवति झषस्ततोर्धोदः इत्यनेन. श्रुनाष्टुः इति सूत्रेण धकारस्य ढकारः भवति. तर्हि तत्र तर्ह् ढा तर्ढ् तर्ढ् ढा भवति. प्रथम तर्ढ् तर्ढ् इत्यस्मिन् धातौ यः ढकारः अस्ति तस्य लोपः भूत्वा तर्ढा इति रूपम्. तथैव स्त्रः इत्यस्य स्तर्ढा, ब्रह् इत्यस्य बर्ढा, यत् वर्ढा अस्माकम् आवल्यां ब्रह् अस्ति, तृन्त्रा तृण्ढा. अच्च ढकारः मूर्धन्य अस्ति, तेन कारणेन अनुस्वारस्य यै परसवर्णः इति कृत्वा नकारः भवति. गृह्ता गर्हता गर्ढा, गाहता गाढा इति. होढ इति पठामि किम्, या तु अन्य कोऽपि पठामि? होढः इति सूत्रं हकारस्य स्थाने ढकारादेशो भवति जलिपदान्ति चेति, अनुवृत्तिसहितसूत्रं हहडः जलिपदस्य अन्ति चेति, झषस्ततो तर्हि तत्तु अङ्गस्य अङ्गम् इति नास्ति, ढकारादि हकारस्य जलि परि वर्णनिमित्तिकं कार्यम् अस्ति. अस्तु, झषस्ततोर्धोर्ध इति झषुत्तरस्य तकार तकारयोः स्थाने धकारादेशो भवति घादातुं वर्जयित्वा इति. तर्हि जशः ततोः धः अधः इति, अगः इति, क्षम्यताम्, अधः इति धातुं वर्जितं वर्जितं. डोडे लोपः, डकारे परे पूर्वतनस्य डकारस्य लोपः भवति इति, डः ते लोपः इति भवति. अत्र तु परिचितसूत्राणि सन्ति. अग्रे तु त्रयः दकारादि हकारान्तदातवः सन्ति, दह् दिह् दुह् इति. तत्र विशिष्टकार्याणि भवन्ति वा? अत्र गुणकार्यं यथासङ्गं भवति. अनन्तरं तकारादिप्रत्यये परे दकारादि हकारान्तदा धातोः धातुवन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर् धातोर्घः इति विशिष्टसूत्रमस्ति. यदि दकारादिः हकारान्त सामान्य हकारान्तधातुः अस्ति चेत् वयं होडः इति कारयामः. एतत्तु दकारादिहकारान्तधातूनां विशिष्टकार्यं दादेर् धातोर्घः इति सूत्रम्. अनेन किं भवति पश्यामः. तदनन्तरं हकारस्य स्थाने गकारादेशः भवति खलु, तदा अस्ति. तदनन्तरम् अधुना प्रत्ययः जश् परतः अस्ति, अतः प्रत्यादौ स्थितस्य तकारस्य घ आदेशो भवति जशश्चतुर्धो घः इति सूत्रेण. पुनः समानं सूत्रम्, अधुना धातुः परतः जश् अस्ति धकारः, अतः घकारस्य स्थाने तृतीयादेशो भवति जलां जश्चषि इति सूत्रेण जष्टसन्धिरति. तर्हि दह्योः योगः का इति पश्यामः चेत् दकारादिधातुः अस्ति, हकारान्तधातुः अस्ति. तर्हि दादेर्धातोर्घः इति सूत्रेण हकारस्य स्थाने घकारः भवति. दग् योगः ता दशस्तुर्दुर्घः इत्यनेन तकारस्य धकारादेशः भवति. दग् योगः धा जलां जष्टषि इत्यनेन तृतीयवर्णादेशः भूत्वा दग्गा इति भवति. एवमेव दिह्योगः धा देह् इति गुणकार्यं भूत्वा देग्धा, दुह्योगः धा दोह् इति गुणकार्यं भूत्वा दोग्धा इति भवति. दादेर्धातोर्घः दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति जलिपदान्ते. समानं नियमं निमित्तमस्ति जलिपदान्ते इति. जलां जश् जशि, तर्हि होडः इत्यस्य अपवादसूत्रमस्ति खलु. जलां जश् जशि इति जलां स्थाने जशादेशो भवति जशि परे इति, झषि परे इति. जलां जलां जश् झषि चत्वारः दातवः येषां विकल्पेन हकारस्य तकारादेशः च सर्वे धातवः वेटः. दुः गृह् गुः गृह् श्नुः स्निः स्निः इदाधिपत्ये दुः योगः एत दृह् द्रोषित इति भवति भवति. इडागम अनिडागमपक्षे दृह्योगत हकारस्थाने होडः इति सूत्रेण डकारः आगच्छति. तदनन्तरं जशस्तरो जशस्तत्सो दः इति सूत्रेण डकारस्थाने धकारः आगच्छति. सूत्रेण जस्ट् उत्तरस्य तकार स्थाने ढकार आदेशः भवति. तदनन्तरं डोडे लोपः इति सूत्रेण पूर्वढकारलोपः भवति. ततः द्रोग्ध कथम् आगच्छति भगिनि? दादेर्धोर्घः, ओके ओके. नकारादि धातोः हकारस्थाने घकार आदेशः भवति जलि पदान्ते च. मुह् धातुः अपि सामान्यमेव. प्रथमं हकारिपक्षे केवलं वर्णमेव मोहिता भवति, गुणः भवति मोहिता भवति. इदादि अस्ति चेत् मुह् योगः प्रथमं हकारस्थाने ढकार आगच्छति मोध योगः तास्थाने ढकार ढकार पुनः आगच्छति दाधेर्दौर्गः इति सूत्रेण मोढ वा मोघ भवति स्निष्टपि सकार सकार भवति स्नोटित भगिनि स्नोटित स्नोहित ओ स्नोहित इत्युक्ते अनिरादिपक्षे खलु आमाम् अनिरादिपक्षे इदादिपक्षे वदति वा अनिदादिपक्षे इदादिपक्षे केवलं गुणः शकारस्य तु अल्पप्राणशकारः भवति खलु आं भगिनि तर्हि इति धातुः स्नोडा स्नोडा स्नोग्धा इति भवति षिण्ड् अपि समानमेव इदागमपक्षे स्नेहिता भवति अनिट् अस्ति चेत् स्नेधः स्नेध समानमेव भगिनि आम् आम् विमला भगिनि वा दृहमुहष्णुः स्नेहं तत् वा किं आं भगिनि न न अत्र तु सख् वख् अस्तु सः वः इति द्वौ धातु वः धातुः अनेट् सः धातुः वेट् तकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होढः इत्यनेन सूत्रेण अधुना प्रत्ययः झषः परतः अस्ति प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध आदेशो भवति झषस्तथोर्धोधः इति सूत्रेण प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ आदेशो भवति ष्टुनाष्टुः इति सूत्रेण पूर्वतनस्य ढलोपो भवति ढोढे लोपः इति सूत्रेण लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारे आदेशो भवति सहिवहोरोदवर्णस्य इति सूत्रेण प्रलोपे पूर्वस्य दीर्घोणः इति अस्य अपवादः अत्र अपि बहु किमपि अस्ति प्रथमतया तकारादिप्रत्ययपरे इत्युक्ते झलिप्रत्ययपरे इति ऊहा धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होढ इति सूत्रेण तस्य पश्चात् प्रत्ययः झष् परतः अस्ति अतः प्रत्ययादस्य तस्य तकारस्य थकारस्य ध आदेशो भवति झषश्चथोर्धोधः इति सूत्रेण अपरं ष्टुनाष्टुः इति सूत्रेण धकारस्य स्थाने ढ आदेशो भवति पूर्वतनस्य ढ लोपो भवति ढोढे लोपः इति सूत्रेण लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति स हि वहोरोदवर्णस्य इति सूत्रेण प्रलोपे ढ्रलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादः सः योगः ता होढः षड् योगः ता सः षड् योगः ता यशश्चतुर्धोध षड् योगः धा ष्टुनाष्टुः षड् ढा ढोढे लोपः स ढा सहि वहोरोदवर्णस्य अत्र अकारस्य ओकारादेशो भूत्वा सो भवति सोढा इति रूपम् एवमेव वः योगः ता वड् भवति होढः इत्यनेन झषश्चतुर्धोधः तेन वड् योगः धा धकारस्य धकार आदेशो भवति. तिष्ठुनाष्ठु इत्यनेन धकारस्य ढ आदेशो भवति. तो वड् धा ढोढे लोपः इत्यनेन पूर्वस्थितस्य ढकारस्य लोपो भवति. अत्र सहिव होरोदवर्णस्य इत्यनेन अकारस्य ओकारादेशो भूत्वा वोढा भवति. सहिव वहोरोदवर्णस्य ढकारस्य लोपश्चेत् सहवः इति धातोः अकारस्य स्थाने ओकारादेशो भवति. सहिश्च वः च तयोरतिरिक्तद्वन्द्वः सहिवहौ तयोः सहिवहोः सहिवहोः षष्ट्यन्तम् ओत् प्रथमान्तम् अवर्णस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं. ठलोपे पूर्वस्य दीर्घोणः इत्यस्मात् ढलोपे इत्यस्य अनुवृत्तिः. रेफस्य कार्यम् अत्र न भवति एव, अतः रेफः न आनीतः. अनुवृत्तिसहितसूत्रं सहिवहोः अवर्णस्य ओत् ढलोपे. अत्र अवर्णस्य इति किमर्थमस्ति? अत्र अकारस्य अकारः तु वर्णः अस्ति किम्? अकारस्य ओकारः भवति. ह्रस्वकारः मात्रम् अस्ति चेत् अत् इति वदति स्म. दीर्घकारः चेत् आत् इति भवति. किन्तु ह्रस्वदीर्घकारयोः उभयोः ग्रहणं यत्र भवति तत्र तु अवर्णः इति वदन्ति. ओ अस्तु, अस्तु अस्तु. अपरकरणं यत् कृतस्य तद्वर्णस्य एव भवति खलु. अत्र तु उभयोः भवति इति कृत्वा अवर्णस्य उभयोः ग्रहणमस्ति अकारस्य आकारस्य. अस्तु, अवर्णस्य ओत् ढलोपे ढलोपे इति. इडादिपक्षे सह धातुः सह इता सहिता नः धातुः अनित् नहता. अन्य कोऽपि पठति कि अहं? मणिमहोदय. नः धातुः अनित् नः योहता नहोदः नः योहता जसस्तो दोदः नग् योहदा जलाञ्जसि नद् योहदा नद्दा. अत्र नः धातुः स्थाने अकारस्य दः आदेशः नहो नहोः दः इति सूत्रेण. अतः हकारस्य स्थाने दकार आदेशः, अनन्तरं तकार परे अस्ति, इदानीं दकारः जस् वर्णः, अतः जसचो दोदः इति ता स्थाने दा आदेशः. इदानीं जलां जस्य सूत्रेण चतुर्थ प्रथम चतुर्थ दकारस्य स्थाने तृतीयदकारः आदेशः नद्द इति रूपं भवति. नहोदः नः धातोः अकारस्य दकारादेशः भवति जलि पदान्ते. अनुवृत्तिसहितसूत्रं नः धातोः हः दः जलि पदान्तस्य अन्ते च. नः धातोः अकारस्य स्थाने दकारादेशः जलि पदान्तस्य इति स्थाने एव अत्र भवति. यदा प्रत्ययः जली अस्ति पदे पदान्तः भवति चेत् अकारस्य दकार आदेशः इति सूत्रं वदति. गुः गुः धातुः वेट् उदुपदायाः गोः इत्यनेन गुः धातोः उपदः गुणादेशं निर्माति. ऊतादेशो भवति अजादिप्रत्ययपरे. गुः धातुः अस्ति अत्र गुः उपदावर्णः उकारः. अत्र गुणकार्यं भवितुम् अर्हति गोः इति, परन्तु अत्र गुणकार्यं प्रभात्य ऊत् आदेशः भवति ऊदुबदाः इति सूत्रेण. अतः गुः इति रूपं भवति. इडाहमपक्षे अत्र ता प्रत्ययः अजादिः, अतः बदायाः अतः अतः उपदायेन गुणादेशं प्रभाति ऊत् आदेशः. गुहुयोः इता गुहिता इति रूपम्. अनिडादिपक्षे अजादिप्रत्यय अभावे न ऊत्वम्. अत्र विग्रहः नास्ति, अतः अजादिप्रत्ययः नास्ति, अतः गुहुयोः ता गौड हकारस्य स्थाने ओडः इति सूत्रेण ड आदेशः, अनन्तरं जसस्सो दोदः इति तकारस्य स्थाने दकार आदेशः, अनन्तरं सुनास्तु इत्यनेन ड भवति ता स्थाने, अतः गुड् गोड् योः ड इति डोडे लोपः इति सूत्रेण प्रथम डकार लोपः भूत्वा गोडा इति रूपं भवति. उदुपदा गोहः गुः दात् गुः इति गुः धातोः उपदा गुणादेशं प्रपाद्य ऊतादेशः भवति अजादिप्रत्यये परे. अनुवर्तिसरसूत्रं गोहः अङ्गस्य उपदायः ऊत् अचि. अजादिप्रत्यये परे अकारस्य स्थाने उकारस्य स्थाने गुणं प्रदात्य ऊतादेशः इति भवति इति सूत्रं वदति अचि परे. देयं यत् अत्र आदधातुकस्य निमित्तकत्वं नास्ति एव, केवलं गुणनिमित्तक अजादिप्रत्यये परे. अतः लटि अपि भवति गुः गुः योः सप् योः इति गुः योः भवति उपदागुणस्य प्रसङ्गवशात् ऊतादेशो गुः योः योहति गुहति इति. अत्र गुः धातुः ऊदु ऊदुपदा गोः इति सूत्रेण गुणप्रपात्य ऊतादेशः वा, अतः गुः योः स योः त अत्र सप्रत्यये आकारादेशः भवति. गुः योः आ योः त अत्र गुणप्रपात्य ऊतादेशः गुः स्थाने गुः इति भवति गुः योहति गुहति इति रूपं भवति इति. बादिगणे आरभ्य क्रियादिगणपर्यन्तं सर्वेषां वेटानाम् अनीटानां च हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः समाप्तः. ओ एवं वा, तावत् महोदय अपि कृतवान् इति मन्ये खलु. हकारान्त अनिर्वेद् दातवः इति कृतवान् इति मन्ये. निचि परे न कृतवान् इति अग्रिमसप्ताहे प्रायः करिष्यति. चिन्ता नाम खलु. अरुणा भगिनी भवती अस्ति आसीत् वा मङ्गलवासरस्य अहमपि वर्गं न गतवती, परन्तु ध्वनिमुद्रणं श्रुतवती. तत्र या निजन्तनादत्तं कृत्वा न कृतं निजन्तदातं. पूर्वं पठितानि सूत्राणि एव सन्ति खलु, एतानि सर्वाणि. तर्हि विरमामः वा? आं भगिनि, धन्यवादः. धन्यवादः सर्वेषां. धन्यवादः. धन्यवादः.